एवं मां नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वजन्तूनाम् आत्मानमपि सन्तम् अवजानन्ति मां मूढाः मानुषीं तनुमाश्रितं परं भावमजानन्तो मम भूतमहेश्वरम्। अवजानन्ति अवज्ञां परिभवं कुर्वन्ति मां मूढाः अविवेकिनः मानुषीं मनुष्यसम्बन्धिनीं तनुं देहम् आश्रितं मनुष्यदेहेन व्यवहरन्तम् इत्येतत्। परं प्रकृष्टं भावं परमात्मतत्त्वम् आकाशकल्पम् आकाशादपि अन्तरतमम् अजानन्तः मम भूतमहेश्वरं सर्वभूतानां महान्तम् ईश्वरं स्वात्मानं। ततश्च तस्य मम अवज्ञानभावनेन आहताः ते वराकः कथं मोघाशामोघकर्माणि मोघज्ञानविचेतसः राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः। मोघाशः वृथाशः आशिषः येषां ते मोघाशः तथा मोघकर्माणः यानि च अग्निहोत्रादीनि तैः अनुष्ठीयमानानि कर्माणि तानि च तेषां भगवत्परिभव स्वात्मभूतस्य अवज्ञान मोघान्येव निष्फलानि कर्माणि भवन्ति इति मोघकर्माणि तथा मोघज्ञानाः मोघं निष्फलं ज्ञानं येषां ते मोघज्ञानः ज्ञानमपि तेषां निष्फलमेव स्यात्। विजेतसः विगतविवेकाश्च ते भवन्ति इत्यभिप्रायः। किञ्च ते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावम् आसुरीम् असुराणां च प्रकृतिं मोहिनीं मोहकरीं देहात्मवादिनीं श्रितः आश्रितः छिन्दि भिन्दि पिब खाद परस्परम् अपहर इत्येवं वदनशीलः क्रूरकर्माणः भवन्ति इत्यर्थः। असुर्यानां ते लोकाः इति श्रुते। ये पुनः शब्ददानाः भगवद्भक्तिलक्षणे मोक्षमार्गे प्रवृत्ताः महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्। महात्मानस्तु अक्षुद्रचित्तः माम् ईश्वरं पार्थ दैवीं देवानां प्रकृतिं शमदमदया श्रद्धादिलक्षणामाश्रिताः सन्तः भजन्ति सेवन्ते अनन्यमनसः अनन्यचित्ताः ज्ञात्वा भूतादिं भूतानां वेदादीनां प्राणिनां च आदिं कारणम् अव्ये कथं सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः नमस्यन्तश्च मां भक्त्य नित्ययुक्तावुपासते। सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तः यतन्तश्च इन्द्रियोपसंहार शमदमदया अहिंसादिलक्षणैः धर्मैः प्रयतन्तश्च दृढव्रतः दृढं स्थिरम् अचाल्यं व्रतं येषां ते दृढव्रतः नमस्यन्तश्च मां हृदयेशयम् आत्मानं भक्त्या नित्ययुक्ताः सन्तः उपासते सेवन्ते। ते केन केन प्रकारेण उपासते इत्युच्यते ज्ञानयज्ञेन चाप्यन्हि यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्। ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन यजन्तः पूजयन्तः माम् ईश्वरं च अपि अन्ये अन्याम् उपासनां परित्यज्य उपासते। तच्च ज्ञानम् एकत्वेन एकमेव परं ब्रह्म इति परमार्थदर्शनेन यजन्तः उपासते। केचिच्च पृथक्त्वेन आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुः अवस्थितः इति उपासते। केचिन् बहुधा अवस्थितः स एव भगवान् सर्वतोमुखः विश्वरूपः इति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेण उपासते। यदि बहुभिः प्रकारैः उपासते कथं त्वामेव उपासते इति. अतः अहं क्रतुरहं यज्ञः स्वधाहमहमौषधं मन्त्रोऽहमहमेवाज्यम् अहमग्निरहं हुतम्. अहं क्रतुः श्रौतकर्मभेदः अहमेव. अहं यज्ञः स्मार्तः किञ्च स्वदा अन्नम् अहं पितृभ्यो यद्दीयते. अहम् औषधं सर्वप्राणिभिः यत् अद्यते तत् औषधशब्दशब्दितं व्रीह्यवादिसाधारणम् अथवा स्वधा इति सर्वप्राणिसाधारणम् अन्नम् औषधम् इति व्याधि उपशमनार्थं भेषजम्. मन्त्रः अहं येन पितृभ्यो देवताभ्यश्च अभिः दीयते. अहमेव आज्यं हविश्च अहम् अग्निः यस्मिन् भूयते हविः सः अग्निः अहम्. अहं हुतं हवनकर्म च किञ्च पितामहस्य जगतो माता धाता पितामहः वेद्यं पवित्रम् रुक्सामयजुरेव च. पिता जनयिता अहम् अस्य जगतः, माता जनयित्री, धाता कर्मफलस्य प्राणिभ्यो विधाता, पितामहः पितुः पिता, वेद्यं वेदितव्यं, पवित्रं पावनं रुक्सामयजुः एव च. किञ्च गतिं भर्ता प्रभुः साक्षी निवासशरणं सुहृतं प्रभव प्रलयस्थानं निधानं बीजमव्ययम्. गतिः कर्मफलं, भर्ता पोष्ट, प्रभुः स्वामी, साक्षी प्राणिनां कृताकृतस्य, निवासः यस्मिन् प्राणिनो निवसन्ति, शरणम् आर्तानं प्रपन्नानाम् आर्तिहरः, सुहृं प्रत्युपकार अनपेक्षस्सन् उपकारी, प्रभवः उत्पत्तिः जगतः, प्रलयः प्रलीयते अस्मिन् इति तदा स्थानं तिष्ठति अस्मिन् इति, निधानं निक्षेपः कालान्तर उपभोग्यं प्राणिनः, बीजं प्ररोहकारणं प्ररोहधर्मिणः, अव्ययं यावत् संसारभावित्वात् अविः न हि अबीजं किञ्चित् प्ररोहति, नित्यं च प्ररोहदर्शनात् बीजसन्ततिः न व्येति इति गम्यते. किञ्च तपाम्यहमहं वर्षं निगृह्णामि सृजामि च अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन. तपाम्यहम् आदित्यो भूत्वा कैश्चित् रश्मिभिः उल्बणै, अहं वर्षं कैश्चित् रश्मिभिः उसृजामि, उत्सृज्य पुनः निगृह्णामि कैश्चित् रश्मिभिः अष्टभिः मासैः पुनः उत्सृजामि प्रावृषि. अमृतं चैव देवानां मृत्युश्च मर्त्यानां. सत् यस्य यत्सम्बन्धितया विद्यमानं तत्, तद्विपरीतम् असच्च एव अहम् अर्जुनम्. न पुनः अत्यन्तमेव असद्भगवान् स्वयं कार्यकारणे वा सदसति. ये पूर्वोक्तैः निवृत्तिप्रकारैः एकत्वपृथक्त्वादिविज्ञानैः यज्ञैः मां पूजयन्तः उपासते ज्ञानविदः, ते यथा विज्ञानं मामेव प्राप्नुवन्ति. ये पुनः अज्ञाः कामकामाः त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यां दिवि देवभोगान्. त्रैविद्यः ऋग्यजुस्सामविदः मां वस्वादिदेवरूपिणं, सोमपः सोमं पिबन्तीति सोमपः, तेनैव सोमपानेन पूतपापाः शुद्धकिल्बिषः यज्ञैः अग्निष्टोमादिभिः इष्ट्वा पूजयित्वा स्वर्गतिं स्वर्गगमनं स्वरेव गतिः स्वर्गतिः तां प्रार्थयन्ति. ते च पुण्यं पुण्यफलम् आसाद्य सम्प्राप्य सुरेन्द्रलोकं शतक्रतोः स्थानम् अश्नन्ति भुञ्जते दिव्यं दिवि भवान् अप्राकृतान् देवभोगान् देवानां भोगान्. तेतं भुक्त्वा स्वर्गलोकं विषादं क्षीणे पुण्येमर्त्यलोकं विशन्तीं एवं त्रयी धर्ममनुप्रपन्नां गतागतं कामकामालभन्ते। तेतं भुक्त्वा स्वर्गलोकं विशालं विस्तीर्णं क्षीणे पुण्ये मर्त्यलोकं विशन्ति आविशन्ति एवं यथोक्तेन प्रकारेण त्रयी धर्मं केवलं वैदिकं कर्म अनुप्रपन्नः गतागतं गतञ्च आगतञ्च गतागतं गमनागमनं कामकामः कामान् कामयन्ते इति कामकामः लभन्ते गतागतमेव न तु स्वातन्त्र्यं क्वचित् लभन्ते इत्यर्थः। ये पुनः निष्कामाः सम्यग्दर्शिनः अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। अनन्याः अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः सन्तः चिन्तयन्तः मां ये जनाः सन्न्यासिनः पर्युपासते तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं योगः अप्राप्तस्य प्रापणं क्षेमः तद्रक्षणं तदुभयं वहामि प्रापयामि अहं ज्ञानी त्वात्मैव मे मतं स च मम प्रियः यस्मात् तस्मात् ते मम आत्मभूताः प्रियाश्च इति। ननु अन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान् सत्यं वहत्येव किन्तु अयं विशेषः अन्ये भक्ताः ते आत्मार्थं स्वयमपि योगक्षेमं ईहन्ते अनन्यदर्शिनस्तु न आत्मार्थं योगक्षेमं ईहन्ते न हि ते जीविते मरणैव आत्मनः वृद्धिं कुर्वन्ति केवलमेव भगवच्छरणाः ते अतः भगवानेव तेषां योगक्षेमं भवति इति।